गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः नमो नमः धन्यवादः भगिनी नमस्कारः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र शाणज् अपि तत्र शत्रन्तप्रतीयानां विषये तत्र एका कथा अस्ति तां कथां वयं पठन्तः स्मः प्रथमभागं पठितवन्तः इदानीं तत्र द्वितीयभागे भागं पठनीयमस्ति अस्तु तर्हि तत्र अग्रे सरामः तर्हि तत्र एतावत् किम् अभवत् इति तत्र कोऽपि वक्तुम् इच्छति वा तत्र अस्तु तत्र उषा भगिनी तत्र के के सन्ति अस्यां कथायां विश्वामित्रः अपि च वसिष्ठ महर्षि तपस्विनौ स्तः अस्यां कथायां समीचीनम् अस्तु तर्हि तत्र विवादः कस्मिन् विषये विवादः अस्ति सत्सङ्ग अपि च तपश्चरणयोः मध्ये किं श्रेष्ठः इति विषये विवादः अभवत् हा कः श्रेष्ठः इति विवादः अभवत् अस्तु समीचीनं हा अपि तत्र तत्र तपस्विनौ नाम महर्षिवसिष्ठः अपि महर्षिविश्वामित्रः तत्र समानौ अथवा तत्र महातपस्विनौ एतौ महातपस्विनौ हा नाम तेषां तयोः पार्श्वे ज्ञानस्य भण्डार एव खलु यतोहि तत्र बहु किमपि तप कृतवन्तः खलु कृतवन्तः समीचीनं हा अस्तु तर्हि शुभदा भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनी शोभा भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी तर्हि तत्र कथां पठामः तर्हि प्रथमपुटे तत्र प्रायशः सर्वं अवगतवन्तः तत्र आस्थापूर्वकम् इति तत्र तत्र तस्मिन् प्रसङ्गे तत्र पूर्वकम् इत्युक्ते तत्र अनुसारं नाम तत्र अकार्डिङ्ग् इति अस्ति अत्र आस्थापूर्वकं तत्र विधिपूर्वकम् इति प्रायशः सर्वे श्रुतवन्तः इति मन्ये खलु आं महोदय हा तत्र यागः विधिपूर्वकं विधिपूर्वकम् अभवत् इति तादृशप्रयोगः तादृशम् आस्थापूर्वकम् अपि अस्ति इति मन्ये नाम विधिपूर्वकं जपत्सु इति मन्ये किन्तु तत्र आस्था इत्युक्ते किम् इति एतावत् न प्राप्तवान् यदि अन्य कोऽपि तत्र प्राप्तवन्तः कृपया प्राप्तवान् अथवा प्राप्तवती कृपया वदतु तत्र आस्था नाम किम् इति कोऽपि जानाति वा अस्तु नो चेत् तत्र न महोदय आस्था इत्युक्ते परस्परं कृते स्नेह आस्था वयं मराठीभाषायाम् उपयोजयामः तत्तु एकः अर्थः भवेत् भगिनि किन्तु सः अर्थः अत्र न घटते न यतोहि तत्र जपत्सु इति अस्ति खलु नाम जपसम्बद्ध अर्थः भवेत् खलु नाम एकपदस्य अनेके अर्थाः सन्ति अस्मिन् प्रसङ्गे कः अर्थः तत्र घटते इति द्रष्टव्यं खलु द्रष्टव्यः अस्ति पल्लवी भगिनी भवती किमपि वक्तुम् इष्टवती वा अत्र किं भगिनि श्रद्धा इति अस्तु अस्तु अस्तु हा तत् तदपि तत् समीचीनमिति मन्ये अस्तु भगिनि हा धन्यवादः तत् अस्तु अस्तु महोदय तत्र अपेक्षायां श्रद्धायां स्थितौ यत्ने आलम्बने इति भवन्ति अर्थः महोदय इति वा भगिनि कुत्र अस्ति भगिनि एषः अर्थः? वाचस्पत्यम् इति दृष्टवती तत्र शब्दकोशे. कृपया प्रेषयतु भगिनि. धन्यवादः. अस्तु अस्तु अस्तु, कृपया प्रेषयतु भगिनि. अस्तु अस्तु, धन्यवादः भगिनि. अस्तु अस्तु, हा इदानीं समाधानं प्राप्तम्. अस्तु अस्तु, धन्यवादः भगिनि. हा अस्तु, तर्हि तत्र आस्था इति किम् इति इदानीम् अवगन्तुं शक्नुमः. अस्तु, धन्यवादः. अस्तु, इदानीम् अग्रे सरामः. तर्हि तत्र हर्षदा भगिनी आरम्भं करोति वा एकदा इति? आं महोदय. एकदा सत्सङ्गतपश्चरणयोः मध्ये कतः श्रेष्ठः इति विषये विवादः अभवत्. वसिष्ठः सत्सङ्गस्य आसीत्, विश्वामित्रस्य आसीत्. अग्रे मम समीपे पक्षे आसीत्, विश्वामित्रस्य तु स्वतपस्यायाम् अभिमानः आसीत्. परस्परं विवदमानयोः एतयोः विवादे असमाहिते च तौ, लेफ्ट् सैड् मम समीपे क्लियर् नास्ति. तत्र अहम् एतत् करपत्रं द्विवारं प्रेषितवान् तत्र. आमाम् आमाम्, अहं प्राप्तवती. किमपि मम दूरवाण्यां किमपि असह समाहिते च असमाहिते च तौ क्षीरसागरे वर्तमानस्य भगवतः शेषनागस्य सविधे निर्णयार्थम् अगच्छताम्. शेषनागः तु तावत् वदतु भगिनि. अस्तु अस्तु अस्तु. एकदा विश्वामित्र तथा वसिष्ठ द्वयोः मध्ये सत्सङ्गतपश्चरणयोः मध्ये श्रेष्ठः कः इति विषये विवादः अभवत्. विश्वामित्र तु विश्व किं वदामि विश्वामित्रः तु बहुभीषणः विवादः अभवत् इति मन्ये. कतरः इत्युक्ते केवलं तत्र यत्र पक्षद्वयमस्ति, अनेके पक्षाः न सन्ति, केवलं पक्षद्वयमस्ति अथवा तरप्तमं कतरः. हा तादृशं, हा कतरः इत्युक्ते द्वयोः मध्ये कः इति अर्थः. द्वयोः मध्ये कः? आमां, तरप्तम. अस्तु अस्तु, ज्ञातवती. विश्वामित्रः तु बहु अभिमानी आसीत्, सः बहु तपस्या कृतवान् इति. अतः तत्र तस्य मतं किं? तपस्या इत्येव तपस्या इत्येव श्रेष्ठः इति तस्य मतम्. हा तपश्चरणे, तपश्चरणं नाम तपसः, आचरणं आचरणं तपश्चरणम् इति विषये तस्मिन् पक्षे सः आसीत्. वसिष्ठः तु सत्सङ्गस्य पक्षे आसीत्. सत्सङ्गस्य पक्षे आसीत्. समीचीनं. वसिष्ठः जन्मनि ब्रह्म खलु, अतः सः सत्सङ्गस्य पक्षे एव आसीत्. विश्वामित्र तु क्षत्रियः जातः आसीत् खलु इति नास्ति. केवलं तत्र नाम तत्र सः तपस् नाम सः तपसा तत्र ब्रह्मर्षिपदवीं प्राप्तवान् खलु, तर्हि तत्र तपसः शक्त्यां तस्य विश्वासः आसीत् इति मन्ये. परस्परं विवादमानयोः एतयोः विवदमानयोः एतयोः विवादे विवादमानयोः षष्ठीद्विवचनं महोदय विवदते इति तस्य शानज् विवदमान सत्यं. परस्परं विवदमानयोः एतयोः विवादे असमाहिते च तौ तत्र एतयोः विवादे इति तत्र एतयोः विभक्ति का तत्र षष्ठी द्विवचन हा समीचीनं विवदमानयोः एतयोः विशेषणविशेष भाव समीचीनम् एतयोः तौ द्वौ विश्वामित्र वसिष्ठ तौ द्वौ अतः एतयोः अस्तु समीचीनम् विवादे असमाहिते च तौ द्वौ विवादे आसीत् असमाहिते आसीत् इत्युक्ते तौ द्वौ तेषां पक्ष भिन्नं भिन्नम् आसीत् खलु असमाहिते अत्र तदेव वा तदेव वा महोदय वा किमपि समाधानं तत्र एकः अन्यस्य पक्ष प्रत्येकः तस्य पक्षस्य विषये उक्तवान् किन्तु तत्र अन्यः तस्मिन् विषये विश्वासं न प्राप्तवान् अतः तत्र समाहितः इत्युक्ते नाम तत्र द्वयोः एकस्मिन् पक्षे न स्तः खलु तत्र केवलं तत्र द्वे अपि द्वौ अपि एकस्मिन् पक्षे न स्तः इति कृत्वा नत्र असमाहिते तत्र प्रायशः तत्र सतिसप्तमी इति नाम तत्र तत्तु सप्तमी किन्तु असमाहिते नाम अथवा तत्र प्रायशः तत् विवादे असमाहिते तत् प्रायशः सप्तमी एव सतिसप्तमी नास्ति हा अस्तु हा महोदय एतत्तु सप्तमी भासते समाहिते सहमत असमाहिते सहमत नै समासिते भासते महोदय किं भगिनि असमाहिते इति नै समास इति मया भासते न न तत्तु सत्यं किन्तु तत् असमाहितः इति असमाहितः इति समाहित असमाहित सतिसप्तमी असमाहिते एङ्गल् इन्वाल्व् सत्यं इति हा तस्मिन् प्रसङ्गे नाम यत्र विवादः असमाहितः आसीत् तदा तत्र तदनन्तरं च इति अस्ति खलु तदा तौ द्वौ तौ द्वौ द्वौ भगवतः शेषनागस्य समीपे गतवन्तः शेषनागः क्षीरसागरे अस्ति खलु तत्र तौ द्वौ गतवन्तौ किमर्थं गतवन्तौ निर्णयार्थं किं श्रेष्ठ कः श्रेष्ठ निर्णयार्थ कतरः श्रेष्ठः इति निर्णयं तस्य निर्णयं प्राप्तुं ते तत्र शेषनागस्य समीपम् अथवा सविधे गतवन्तौ गतवन्तौ समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे तत्र नरेश महोदय अग्रे पठति वा आं पठामि शेषनागः तु मातरं पृथिवीं शिरसा धारयन् अस्ति अतः एताभ्यां प्रस्तुतं पक्षं शृण्वत तेन कश्चन प्रस्तावः उपस्थापितः भवतोः कश्चन मुहूर्तं मम शिरसि विद्यमानां पृथिवीं स्वशिरसि स्थापयतु यावत् अहं किञ्चित् लघुभूय भवतोः समस्यायाः समाधानं कर्तुं प्रभवेयम् इति अत्र अस्ति तौ द्वौ शेषनागसमीपे गतवन्तौ. शेषनागः सः मातरं पृथ्वीं शिरसा धारयन् अस्ति. पृथ्वी शेषनागस्य शिरसे भवति. अतः सः एकः प्रस्तावः दत्तवान् शेषनागः. सः अवदत् मम शिरसे तु पृथ्वीम् अस्ति, पृथ्वी अस्ति, यावत् अहं भवतः समस्या विषये चिन्तनं करोमि तावत् पृथ्वी भवान् स्वशिरसि स्थापयतु. मम शिरसि अस्ति. किन्तु किञ्चित् अस्तु, तत्र स्थूलरूपेण समीचीनं महोदय, अर्थः समीचीनः. किन्तु किञ्चित् तत्र मातरं पृथ्वीं स्वशिरसा धारयन् अस्ति. अस्तु, तत्र स्वशिरसा धारयन् अस्ति, तत्र धारयति, धारयन् अस्ति, तत्र शत्रन्तरूपं खलु? शत्रन्तरूपम् अस्ति. धारयन् अस्ति कर्मपदं, धारयन् इति पदस्य कर्मपदं पृथ्वीं. मातरं पृथ्वीं विशेषविशेष्यभावः, मातरं पृथ्वीं धारयन् अस्ति. समीचीनम्. अग्रे अतः एताभ्यां प्रस्तुतं पक्षं शृण्वता तेन कश्चन प्रस्तावः. तत्र शृण्वता तेन इति किमस्ति तत्र? तत् तृतीयविभक्तिः अस्ति. विभक्तिरूपं किम् अस्ति? सः शृण्वता शृण्वता इति अस्ति चेत् तत्र प्रातिपदिकं तत्र भवतः श्रवन् न परिवर्तनं मा करोतु महोदय, सरलमेव अस्ति. नाम तत्र भवत् अस्ति चेत् भवता, शृण्वता अस्ति चेत् तर्हि किं प्रथम प्रातिपदिकं? श्रवत् शृण्वत् अस्ति चेत् भवता, शृण्वता अस्ति चेत् शृण्वत् खलु? शृण्वत् अस्ति तत्र शृण्वन् पठन् इति खलु? शृण्वन् सः शृण्वन् अस्ति. किं शृण्वन् अस्ति? एतावत् प्रस्तुतं पक्षं. प्रत्येकः तत्र तस्य पक्षस्य विषये प्रतिपादनं करोति. अतः एताभ्यां नाम पक्षद्वयमस्ति. अतः एताभ्यां प्रस्तुतं पक्षं शृण्वन् अस्ति सः. अपि सः किं कृतवान् तस्मिन्नेव समये? प्रस्तावः उपस्थापितः. प्रस्तावः उपस्थापितः इति तत्र कर्मणि तत्र प्रत्ययः खलु? तत्र तेन तेन पठितः ग्रन्थः, रामेण पठितः ग्रन्थः, तथैव तेन समुपस्थापितः प्रस्तावः. नाम सः प्रस्तावम् समुपस्थापितवान् इति तत्र प्रस्तावं. तर्हि तत्र तर्हि प्रस्तावः कः इदानीं वदतु? भवतो कश्चन मुहूर्तं मम शिरसि विद्यमानां पृथ्वीं स्वशिरसि स्थापयतु. सः वद यावत् अहं किञ्चित् लघुभूय भवतोः समस्यायाः समाधानं कर्तुं प्रभवेयम् इति. समीचीनम्. इति इत्युक्ते किम्? तस्य प्रस्तावः अस्ति भवतोः कश्चन मम शिरसि यावत् इति तत्र अहं किञ्चित् लघुभूय, लघुभूय इत्युक्ते चिन्तनं करोति. न न, लघु लघुभूय नाम तत्र सः बृहन् अस्ति खलु महोदय. लघुभूय नाम तत्र यदि तत्र पृथ्वीं सः शिरसि धरति चेत् सः बृहन् अस्ति, किन्तु तत्र केवलं तयोः मध्ये तत्र हा तदपि प्रायशः तत्र तादृशरूपं तादृशं रूपं सम्यक् नास्ति इति कृत्वा तत्र चिन्तनार्थं सः अन्यत् रूपं धरति इति चिन्तयामि. अतः लघुभूय अहं भवतोः भवतोः भवतोः इति किमस्ति विभक्तिका तत्र लघु षष्टिविभक्ति लघुभूय तु लेपान्तपदमस्ति. षष्टिविभक्ति भवतोः समस्यायाः समाधानं कर्तुं. तत्र किमर्थं लेबन्तमस्ति तत्र? अस्तु, अन्य कोऽपि वदेत् महोदय. समीचीनम्, एतावत् समीचीनं, किन्तु अन्य अपि कोऽपि वदेत् तर्हि तत्र. समीचीनं महोदय. अस्तु, तर्हि तत्र शुभदा भगिनी किञ्चित् प्रयत्नं करोति वा, अथवा अन्य कोऽपि, यतोहि भवती नासीत् गतवर्गे, तर्हि तत्र. अस्तु, प्रायश अस्तु, तर्हि तत्र वेदा भगिनी वदति वा तर्हि तत्र. कुत्र महोदय, कुत्रतः नाम तत्र यावत् लघुभूय भवतोः समस्या तत्र तद् भागस्य विवरणं करोतु, तदनन्तरं पूर्वभागस्य अपि. अस्तु, यावत् लघुभूय भवतोः समस्याः समाधानं कर्तुं प्रभवेयम् इति. यावत् पर्यन्तं भवतः शिरसि पृथ्वीं धारयन्ति चेत् अहं किञ्चित् लघुसमये इति वा, लघुभूय लघुभूयसमये इति नास्ति इति मन्ये. तत्र लघुभूय इत्युक्ते अहं लघु तत्र नाम बृहान्, सः महान् बृहान् अस्ति खलु, लघुरूपं धारणं कृत्वा इति. हा, लघुरूपधारणं नाम तत्र यदि सः बृहान् अस्ति चेत् तत्र प्रायशः तत्र तत्र पृथिवीं तत्र तेषाम् उपरि स्थापयति खलु, अतः तस्य लघुत्वं भवति. हा, तदपि इदानीं पृथिवीं धारयन्ति चिन्तनं. हा, तदपि भारं किमपि न वहति खलु इदानीं इति कारणे. पृथिव्याः भारं यत् यदि भवन्तौ वहतः चेत् मम अहं किञ्चित् लघुभूय तदा समस्यायाः समाधानं कर्तुं प्रभवेयं विधिलिङ्गिति भवति. तर्हि तत्र भवतोः समस्यायाः समाधानं कर्तुम् इति मुन् प्रभवेयम् इति लकारः कः तत्र? विधिलिङ्गकार इति मन्ये. हा, उत्तमं भगिनि. अस्तु, हा इदानीं तत्र लघुभूय इति किमर्थं लेबन्तं? धातुः कः तत्र? भूधातु वा? भूधातु, समीचीनं. किन्तु तत्र भूत्वा इति भवति तत्र. वदामि वा? वदतु भगिनि. तत्र कानिचन पदानि उपसर्ग इव भवन्ति. उपसर्गतुल्य पदं. अथ एव तत्र लघु भूय इति अस्ति. समीचीनं भगिनि, न ज्ञातवती किं किम् एकवारं पुनः वदतु भगिनि. तत् प्रभूय इति भवति, भूति धातोः भूत्वा इति त्वा भवति, किन्तु लेबन्त अस्ति चेत् उपसर्गस्य उपसर्गेण सह भवति चेत् लेबन्त भवति. तत्र लघु इति उपसर्गः नास्ति, किन्तु उपसर्ग इव स्वीकुर्मः इति कृत्वा यथा तत्र वशीकृत्य इति भवति. वशी इति उपसर्गः नास्ति, किन्तु उपसर्ग इव स्वीकृतम् इति कृत्वा तत्र लेप् भवति. तत्र उपसर्गतुल्यपदम् इति एतादृशप्रयोगः वयं प्रयोगान् वयं पूर्वं दृष्टवन्तः भगिनि, तत्र गीतासोपने अपि दृष्टवन्तः, किन्तु केवलं तत्र उपसर्ग इव स्थिति उदाहरणानि दत्तानि सन्ति इति मन्ये. किन्तु समीचीनं. इदानीं तर्हि तत्र यावत् अहं किञ्चित् लघुभूय भवतोः समस्यायाः समाधानं कर्तुं प्रभवेयं, नाम प्रयत्नं करोमि. प्रभवेयं तत्र इति इदानीं तत्र प्रथमभागः, इदानीं प्रथमभागः भवतोः इति आरभ्य भवतोः कश्चन मुहूर्तं मम शिरसि. भवतोः इत्युक्ते तत्र भवतः भवतोः षष्ठी द्विवचनं इति कश्चन मुहूर्तम् इत्युक्ते किञ्चित् कालम् इति किञ्चित् कालं मम शिरसि विद्यमानां पृथिवीं यथा न मम शिरसि यत् पृथ्वी विद्यमानः अस्ति, या पृथ्वी विद्यमाना अस्ति तद् स्वशिरसि स्वशिरसि भवान् स्वस्य शिरसि स्थापयतु इति इति अस्ति. तत्र भवतोः कश्चन मुहूर्तम् इति कोऽपि वदति वा अर्थः कः इति? तत्र भवतोः कश्चन मुहूर्तं किमर्थं तादृशं रूपं इति मुहूर्तः इति तत्र समयस्य काल अवधिः भवति. सत्यं कश्चन मुहूर्तम् इति सत्यं किन्तु तत्र मुहूर्त इत्युक्ते तत्र अस्तु समीचीनं. सत्यं तत्र कालस्य एकः भागः. किन्तु तत्र अर्थः कः? तत्र भवतोः कश्चन मुहूर्तं मम शिरसि विद्यमानां कृते श्वशिरसि स्थापयतु. भवतोः किञ्चित् कालं भवतोः शिरसि षष्टिविभक्ति अस्ति. किमर्थं षष्टि अस्ति तत्र? तदेव तत्र किमर्थं भवान् स्थापयतु अथवा भवन्तौ स्थापयतु किमर्थं भवतोः भवतोः तस्य भवतोः शिरसि इति वा? तदपि भवेत्, किन्तु तत्र स्थापयतु इति अस्ति, तर्हि तत्र तद् न घटते खलु, नाम तत्र स्थापयतु इति एकवचने अस्ति. अतः तत्र नाम तत्र मुहूर्तम् इति तत्र समयः समानमस्ति वा सर्वेषु लोकेषु? सर्वेषु लोकेषु समानं नास्ति महोदय. समानं नास्ति खलु? ब्रह्मलोके लोके अन्यत् समयः अस्ति. न एकनिमेषः भूलोकस्य नाम देवलोके एकनिमेषः, देवलोकस्य एकनिमेषः भूलोके इति मम चिन्तनमस्ति. सम्यक् न वा इति न जानामि. भवतोः मुहूर्तम् इति किमर्थं? यदि आदिशेषस्य मुहूर्तम् अस्ति चेत् ते प्रायशः तत्र कर्तुं शक्नुवन्ति इति खलु. भवतोः मुहूर्तं समयः बहु दीर्घः भवेत् इति खलु महोदय? अत्र अकार्डिङ्ग् टु योर् टैमिङ्ग्. सत्यं भगिनि, नाम मनुष्यलोके अथवा भूलोके तत्र यः समयः अस्ति तत्र एकं मुहूर्तं, किन्तु देवलोकस्य मुहूर्तं यत्र सः अस्ति अस्तु भवतोः इति मम चिन्तनं, न सम्यक् न वा न जानामि, केवलं मम अपि प्रस्तावनम् अस्ति। भवतोः किं तत् समीचीनम् इति चिन्तयन्ति वा तत्र? अहं न जानामि, केवलं किन्तु तादृशं नास्ति नाम भगिनी, तत्र एकमुहूर्तः तत्र भूलोके एकः मुहूर्तस्य कालः लघु अस्ति, किन्तु देवलोकस्य एकमुहूर्तः भूलोके तद् बहु तत्र दीर्घः अस्ति खलु, इति अहं चिन्तयामि, न जानामि, किन्तु तत्र किमर्थं तत्र भवतोः षष्ठी अस्ति इति तत्र केवलं श्रूयते वा? श्रूयते भगिनि, वदतु भगिनि। भवतोः कश्चन मुहूर्तम् इति नाम मम मतेन तु भवतोः किञ्चित् कालं एतस्य कार्यस्य कृते ददातु इति तस्य आशयः भवेत्। भवतोः किञ्चित् कालं किञ्चित् समयः भवतः किञ्चित् समयः परन्तु एकः प्रश्नः महोदय, अत्र कश्चन अपि च मुहूर्तं तत्र न सङ्गच्छते खलु? कश्चन तत्र मुहूर्तम् अस्ति चेत् किञ्चन मुहूर्तं भवेत्, कश्चन अपि च सत्यं भगिनि, अतः एव तत्र मम मनसि स्पष्टता नास्ति अत्र तस्मिन् वाक्ये कश्चन मुहूर्तं तत्र अस्मिन् विषये किञ्चित् चिन्तनीयम् अस्ति, तर्हि तत्र पुनः मुहूर्तम् इति महोदय तत्र अग्रे यावत् इति पदम् अस्ति, यावत् अहं किञ्चित् करोमि इति इत्युक्ते तत्र यावत् मुहूर्तं यावत् तावत् पर्यन्तं पृथ्वी शिवशिरसि स्थापयतु इति अर्थम् अहं मन्ये। ओ तत्र स्थापयतु यावत् अहम् इति सत्यं सत्यं भगिनि, अहं सुभद्रा भगिनि, कश्चन अपि मुहूर्तम् इत्युक्ते भगिनि इदानीं तत्र मुहूर्तमपि कश्चन तयोः मध्ये सम्बन्धः नास्ति भगिनि, नाम भवतोः मध्ये अपि इदानीं प्रायशः भवतोः मध्ये एकः कश्चन पृथ्वीं स्वशिरसि स्थापयतु। ओ ओके, केवलं तावत् अतः तत्र मम प्रस्तावः अपि सम्यक् नासीत्, भवतोः मध्ये एकः भवतोः तर्हि मुहूर्तम् इति कुत्र स्थापय केवलं मुहूर्तं नाम तावत् समयं मुहूर्तं यावत् मुहूर्तम् इति तत्र यावत् समयम् इति तत्र मुहूर्तं तावत् समयः मुहूर्तम् इति तावत् समयं मम शिरसि विद्यमानां पृथ्वीं स्वशिरसि स्थापयतु कश्चन मुहूर्तं पर्यन्तं निमेषपर्यन्तम् इति वत् इति नाम तत्र स्थापयतु इति क्रियापदं, तर्हि कश्चन इति कर्तृपदं कश्चन स्थापयतु किं स्थापयतु पृथ्वीं स्थापयतु विद्यमानां पृथ्वीं स्थापयतु सम्बन्धः अस्ति सत्यं भगिनि भवतोः मध्ये कश्चन नाम कश्चन इत्युक्ते यः कोऽपि भवेत् किन्तु भवतोः मध्ये एकः महोदय महोदय इति न वदामि किन्तु भवतोः मध्ये कोऽपि भवेत् इति महोदय महोदय तत्र भवतोः अनन्तरं मध्ये अनन्तरं कश्चन एकः इति अध्ययनं इति भवेत् तादृशं वदामश्चेत् सुलभतया अवगन्तुं शक्नुमः समीचीनं भगिनि इदानीं यतोहि तत्र स्थापयतु इति अस्ति खलु इदानीम् अतः कर्तृपदम् एकवचने भवेत् अस्तु इदानीं समीचीनं सर्वे तर्हि भवतोः इति सप्तमी द्विवचनं भवेत् वा? भवतोः तत्र हा तत्र निर्धारणे सप्तमी इति अपि खलु तादृशं नाम तत्र कोऽपि हा भवतोः मध्ये हा सत्यं भगिनि हा सप्तमी हा इति अस्ति तर्हि आम् इदानीं तत्र वाक्यस्य अर्थः स्पष्टः इति मन्ये खलु इदानीम् अस्तु उत्तमं तत्र सरलमिति इति भाति इदानीं किन्तु पूर्वं तत्र क्लेशः आसीत् एव अस्तु तर्हि तर्हि वेदा भगिनी तत्र अग्रे पठति वा तर्हि वाक्यद्वयं स्वीकृत्य पठतु एवं प्रतिपादयतः शेषस्य वचनं शृण्वन् एव विश्वामित्रः अग्रे आगतवान् अग्रे पठामि वा सः वर्षाणां दशभिः सहस्रैः सज्जितानां स्वतपसां बलेन पृथ्वी धारयितुं प्रयत्तवान् परन्तु एवं प्रतिपादयतः शेषस्य वचनं शृण्वन् शत्रुप्रत्ययः अस्ति शृण्वन् तम् एव विश्वामित्रः शृण्वन् विश्वामित्रः अग्रे आगतवान् शेषनागस्य एतत् उपरि दत्तम् एतत् वचनं शृण्वन् विश्वामित्रः अग्रे आगतवान् सः शृण्वन् एव इत्युक्ते शृण्वन् इत्युक्ते किं किम् इत्युक्ते किं महोदय शृण्वन् विश्वामित्र शृण्वन् विश्वामित्र अस्तु तत्र तत्र शेष शेषस्य इति शेषस्य वचनं शृण्वन् वचनं शेषस्य वचनं तत्र प्रतिपादयतः इति तत्र किम् अस्ति तदपि शत्रुप्रत्ययः अस्ति न तत् हा प्रथमविभक्त्यां रूपं किं प्रतिपादयतः शेषस्य षष्ठी वच एकवचनं समीचीनं प्रथमविभक्ति शेषस्य विशेषणम् अस्ति प्रतिपादयतः शेषस्य तर्हि तत्र प्रथमविभक्तिरूपं किम् अस्ति एकवचनं प्रतिपादयन् शेषः हा उत्तमं भगिनि हा प्रतिपादयन् शेषः यः अस्ति तस्य वचनं शृण्वन् कः शृण्वन् अस्ति अग्रे आगतवान् इति वक्तुं शक्यते वा तत्र शृण्वन् एव इत्युक्ते नाम शृण्वन् कण्टिन्यूस् टेन्स् लैक् शृण्वन् पुनः शतन्त्ररूपं खलु भगिनि शृण्वन् शतन्त्ररूपम् अस्तु आमां शृण्वता तेन इति शृण्वता शृण्वत् प्रातिपदिकमस्ति तस्य प्रथमपुरुषे एकवचनं शृण्वन् प्रथमविभक्ति एकवचनं प्रथमविभक्ति एकवचनं शृण्वन् शृण्वन् विश्वामित्रः तत्र शृण्वन् एव विश्वामित्रः अग्रे आगतवान् नाम किं शृण्वन् एव विश्वामित्र शृण्वन् एव इति असर्ट् असर्शन् असर्ट् अर्थः कः नाम शृण्वन् एव इत्युक्ते किं तत्र सः किम् उक्तवान् आदिशेषः किम् उक्तवान् पृथ्वीं स्थापयतु इति उक्तवान् किन्तु कः तत् कार्यं कुर्यात् इति सः समस्यायाः समाधानं कर्तुं न सः उक्तवान् वा भवान् करोतु अथवा भवतोः मध्ये एकः शिरसि स्थापयतु इति सः कः कुर्यात् इति न उक्तवान् खलु न हा सः निश्चयं न कृतवान् खलु एषः एव करोति प्रभवेयम् इति तत्र समस्यायाः विषये प्रभवेयम् इति उक्तवान् किन्तु कः धरति इति तस्मिन् विषये सः किमपि न उक्तवान् किमपि न उक्तवान् तत्र अग्रे आगतवान् तस्मिन् विषये किमपि न उक्तवान् खलु नाम विश्वामित्र एव कुर्यात् अथवा तत्र वसिष्ठेनैव कुर्यात् इति न उक्तवान् खलु? किम् उक्तवान्? भवतोः मध्ये कश्चन करोतु इति उक्तवान्. अत्र तत्र तदनन्तरं तदेव तदनन्तरं वयं किं चिन्तयामः अभवत् तत्र प्रायशः वसिष्ठः अपि विश्वामित्रः तयोः मध्ये तत्र ते सम्भाषणं कुर्वन्ति, अस्तु सः करोति भवान् करोति वा अहं करोमि वा इति. तदनन्तरमेव तत्र प्रायशः कोऽपि अग्रे आगच्छति खलु. ओ अस्तु आम् आम् अस्तु खलु. तत्र भवतोः मध्ये एकः करोति चेत् तत्र कोऽपि तत्र किमपि भवेत् खलु तत्र सम्भाषणरूपेण. तदनन्तरमेव तत्र कोऽपि अग्रे आगच्छति, किन्तु विश्वामित्रः शृण्वन् एव सः अग्रे आगतवान् इति. द्वयोः मध्ये कोऽपि वार्तालापः लाभः न भवति तत्र, न भवत् केवलं तत्र शृण्वन् एव विश्वामित्र अग्रे आगतवान् इति. अतः एव इति इदानीम् अवगच्छति खलु. तर्हि अस्तु तर्हि अग्रे. सः वर्षाणां दशभिः सहस्रैः सञ्चितानां वर्षाणां दशभिः सहस्रैः, वर्षाणां षष्ठी बहुवचने दशभिः सहस्रैः, दशभिः सहस्रैः वर्षाणां सञ्चितानां स्वतपसां बलेन. इत्युक्ते विश्वामित्रः दशभिसहस्रैः वर्षाणां विश्वामित्रः दशभिसहस्रैः वर्षः स्वतपसां कृतवान्. तस्य तत्र न किं किं वदामि तस्य बलेन सञ्चितानाम् इत्युक्ते दशभिसहस्रैः वर्षाणां किं किं तपस्यां कृतवान् तद् नाम तत्र सञ्चितानाम् इति एकत्र कृतं न भगिनि. तत्र अन्वयः कुत्र अस्ति तत्र, नाम तत्र तस्य पदस्य सम्बन्धः कुत्र अस्ति? विशेषणमस्ति वा विशेषमस्ति वा? तपस् इत्युक्ते तपस् सञ्चितानां तपसां सञ्चितानां हा स्वतपसां सञ्चितानां स्वतपसां नाम यत् तपस् यत् तपः अभवत् कृतम् अस्ति तेन कृतम् अस्ति तद् तस्य अथवा तपसां षष्ठी बहुवचनं तेषां तपसां सञ्चितानां बलेन बलेन पृथ्वी धारयितुं प्रयत्तवान् प्रयत्नं कृतवान् प्रयत्तवान् यत्नं कृतवान् इति वा कृतवान्. अस्तु अस्तु अस्तु भगिनि समीचीनम् अस्तु. तत्र अन्य कोऽपि समीचीनं भगिनि धन्यवादः. अस्तु धन्यवादः. अन्य कोऽपि धन्यवादः भगिनि. अस्तु अग्रे तत्र इदानीं तत्र शुभदा भगिनि अग्रे पठति वा भगिनि? आं महोदय. वर्षाणां तदेव मम प्रश्नः अपि आसीत्. अस्तु नाम वर्षाणां दशभिः सहस्रैः इति अस्ति. तत्र दशभिः सहस्रैः तत्र प्रथमाविभक्तिरूपं किम् अस्ति? दशभिः सहस्रैः तृतीयबहुवचनमस्ति वा? तृतीयबहुवचनमस्ति अत्र. तर्हि तर्हि प्रथमाविभक्तिरूपं किं भवेत्? तत्र दशभिः दश दश दश इति दश अपि सहस्र, परन्तु दश इति बहुवचने एव खलु तत्र. हा सत्यं. अतः दशभिः सहस्रैः तस्य अन्वयः अन्वयः न अवगतं महोदय. वर्षायः सञ्चितानाम् इति प्रायः तत्र दशभिः सहस्रैः वर्षाणां सञ्चितानां नाम तत्र गच्छता कालेन किं किं भवति खलु भगिनि, नाम तत्र परिवर्तनं जायते खलु गच्छता कालेन, तत्र कालेन तस्मिन् काले तपः कृतवान् इति अर्थे तावत् कालः तत्र तपसि गतः इति अर्थः. दशभिः सहस्रैः इति संख्या वा? एकत्र संख्या वा? संख्या अस्ति, तत्र संख्यायाः रूपद्वयमस्ति खलु, नाम एक अस्ति यत्र तत्र पञ्चबालकाः इति वदामः, पञ्चबालकः इति यदि वदामः तत्र तत्रापि संख्या एव अस्ति, किन्तु विशेषणम् अस्ति खलु तत्र पञ्च इति, पञ्चबालकाः इति वदामश्चेत् तत्र पञ्च इति संख्या अस्ति किन्तु हा विशेषणरूपेण भवति. तत्र ते वदन्ति तत्र किं तत्र संख्या अस्ति किन्तु तत्र केवलसंख्या नाम शुद्धसंख्या नास्ति. तद् शुद्धसंख्या कदा भवति? तत्र वर्षाणां दशः इति यदि वदामः, नाम तत्र बालकानां पञ्च अथवा बालिकानां दश इति यदि वदामः तत्र विशेषणविशेषभावः नास्ति, तदा साक्षात् संख्या अस्ति. नो चेत् तत्र संख्यावाचक इति किमपि तत्र अस्ति, तत्र जनार्दन हेगडे महोदयस्य पुस्तके अपि अस्ति, अन्यत्रापि अपि किञ्चित् पठितवान, किन्तु तत्र वर्षाणां दशः इति एतादृशप्रयोगः वयं लोके अपि कुर्मः खलु. नाम यत्र यदि वयम् आपणं गच्छामः तत्र किमपि क्रेतुम् इच्छामः, तत्र भिण्डी इति तस्य दशं तेषां दशः ददातु अथवा एतस्य दशं ददातु इति भवति खलु. अस्तु, हा हा महोदय, हा तत्र षष्टि अनन्तरं किम कापि संख्या भवति, तादृशं तत्र शुद्धसंख्यारूपम् इति. तत्र संख्यायाः रूपद्वयम्, एकं तत्र पञ्चबालकाः, अन्यत् अस्ति बालकानां पञ्च इति. अत्र वर्षाणां दशसहस्रम् इति. दशसहस्रम् अस्तु इति अस्तु. सञ्चितानां तस्मिन् समये, नाम तत्र तादृशसमयेन सञ्चितं, नाम तादृशं सञ्चितं नाम सञ्चितकर्म इति अस्ति खलु, नाम सञ्चितकर्म इति प्रयोगः सर्वे जानन्ति खलु, नाम सञ्चितम् इत्युक्ते तादृशसमयः अभवत् फलं भवितुं खलु. महोदय सञ्चितम् इत्युक्ते अक्युमुलेटेड् नास्ति सत्यं भगिनि, अतः एव तत्र तादृशसमयेन यत् सर्वं कृतं फलं तत्र सञ्चितानां स्वतपसां, तत्र तपः केवलम् एकस्मिन् दिने. वदतु भगिनि. सुकृतं वा? सुकृतम् इति नाम यत् यत्किमपि अभवत् तत् सर्वम् एकस्मिन् समये तत्र तस्य सम्पूर्णरूपेण स्वीकृत्य इति. हा तत्र तावत् कालः तपः कृतवान् अथ तत्र सम्पूर्णतपसः बलेन इति. हा इति सः पृथ्वीं धारयितुं प्रयत्तवान्. अग्रे परन्तु वारं वारं प्रयत्नं कुर्वन् अपि सः तथा कर्तुं कथमपि समर्थः न अभवत्. सः नाम विश्वामित्रः स्वतपसां बलेन पुनः पुनः प्रयत्न पृथिवीं धारयितुं शिरसि स्वशिरसि धारयितुं प्रयत्नं कृतवान्, परन्तु पुनः पुनः प्रयत्नं कुर्वन्नपि अत्र कुर्वन् इति शत्रन्त अस्ति, कुर्वन् इति प्रयत्नं कुर्वन् अपि अत्र कुर्वन् इति विश्वामित्रस्य विशेषणं, प्रयत्नं कुर्वन्नपि सः तथा कर्तुं कथमपि समर्थः न अभवत्. सः तत् पृथिवीं शिरसि धारयितुं न कर्तुं न शक्तवान् इति. ततः वसिष्ठः अपि सत्सङ्गबलेन तथा कर्तुम् आत्मानं नियोजितवान्। तदनन्तरं वसिष्ठस्य अवसरः वसिष्ठः अग्रे आगत्य तस्य बलम् आसीत् सत्सङ्गबलम् इति, यथा विश्वामित्रस्य बलम् आसीत् स्वतपस् इति, परन्तु वसिष्ठस्य बलम् आसीत् तस्य सत्सङ्गः इति। स्वसत्सङ्गबलेन तदेव कर्तुं सः प्रयत्नं कृतवान्, परन्तु आत्मानं नियोजितवान् नाम स्वस्य नियोजनं कृतवान् नाम सः कृतवान् इत्येव सः कृतवान् तत्र सः एव आगत्य अस्तु अस्मिन् विषये अहं प्रयत्नं करोमि इति तत्र करोमि नियोजितवान् आत्मानं, तत्र स्वस्य शक्तिः मनः सर्वम् अस्मिन् कार्ये सः सर्वं नियोजितवान्। सः किन्तु एतस्मिन् कर्मणि अनायासेन सफलः अभवत्। सः किन्तु एतस्मिन् कर्मणि अनायासेन सफलः अभवत्। सः तु सफलः अभवत्, किञ्चित् अनायासेन इत्युक्ते किञ्चित् प्रयत्नं कृत्वा एव, किञ्चित् प्रयत्नेन एव इत्युक्ते सुलभतया, तत्र आयासः एव नास्ति तत्र अनायासेन। अनायासेन आयासः इति प्रयत्न तत्र कष्टम् अनुभूय सः कृतवान् इति नास्ति, तत्र सुलभरूपेण सः कृतवान् तत्र सुलभतया सः एव। केचन गायन्ति, केचन तत्र सुलभतया गायन्ति तत्र, अथवा वयं चिन्तयामः एतत् कार्यं बहु कष्टकरम् अस्ति इति, किन्तु कापि आगच्छति ओ अस्तु अस्तु एतत् अहं करोमि इति दशनिमिषे यदि करोति चेत् ओ सः तु अनायासेन कृतवती कार्यम्। अतः सः अनायासेन सफलः अभवत् एतस्मिन् कर्मणि एतस्मिन् कार्ये कार्ये। अस्तु समीचीनम्, अस्तु अस्तु अग्रे तत्र एतावत् तत्र शोभा भगिनी न पठितवती, अस्तु भवती अग्रे पठतु तर्हि। आं महोदय। ततः कियत्कालं यावत् विचारयन् शेषनागः मौनम् आकलय्य अतिष्ठत्। ततः तस्मात् परं कियत्कालं यावत् इत्युक्ते कियत्कालं यावत् न जानीमः कियत्कालम् इति, किन्तु कियत्कालं यावत् किञ्चित्कालं विचारं कृतवान् शेषनागः। विचारयन् एव शेषनागः मौनम् आकलय्य अतिष्ठत्। तत्र आकलय्य इति पदं न जानामि महोदय, आकलयति किं कल् इति आकलयति इत्युक्ते नाम तत्र तस्मिन् विषये सः चिन्तनं करोति, तत्र परामर्श नाम सर्वेषां तुलनां करोति, नाम एतद् अत्र शक्तिः किम् अस्ति, अत्र न्यूनता किम् अस्ति इति तत्र तुलना यदि कुर्मः, रेकनिङ्ग् इति अस्ति खलु नाम सर्वं तत्र सर्वं दृष्ट्वा अस्तु एतत् सम्यक् अस्ति इति कर्तुं तत्र आकलयति इत्युक्ते तत्र आकलयति मौनम् इति पदस्य कृते तस्य अन्वयः नास्ति वा, मौनम् आकलय्य इति अतिष्ठत् न नाम तत्र मौनम् आकलय्य नाम तत्र अतिष्ठत् मौनम् अतिष्ठ तत्र प्रायशः आकलय्य इति पदस्य एव मौनम् इति तत्र कर्मपदं तदेव अब्सर्विङ्ग् सैलेन्स् मौनम् आकलय्य अस्तु तत्र सत्यमेव नाम यत् उक्तं मौनम् आश्रित्य इति अपि वदामः यः अर्थः पूर्वम् अहम् उक्तवान् तत् समीचीनं नास्ति अत्र, केवलं तत्र आकलय इत्युक्ते मौनं तत्र ओब्सर्व् इति अर्थे एव नाम मौनेन तिष्ठ्वा स्थित्वा मौनम् आकलय्य अतिष्ठत् मौनम् अवलम्बमानस्य भगवतः शेषस्य व्यवहारेण विस्मितौ तौ आग्रहं कृतवन्तौ भगवन् आवयोः मध्ये प्रवर्तमानायाः समस्यायाः निर्णयं कुर्वाणेन भवता न किमपि समाधानं विहितम् इति तर्हि महोदय इदानीं शेषनागः मौने तिष्ठति किमपि न उक्तवान् समस्याः समाधानं किम् इति अतः तस्य मौनं दृष्ट्वा मौनम् अवलम्बमानस्य तत्र शानच् प्रत्ययः षष्टिप्रयोगे अवलम्बमानः मौनम् अवलम्बमानस्य भगवतः विशेषणविशेष्यं हा भगवान् इत्यस्य भगवतः शेषस्य पुनः तत्र षष्टिविभक्ति व्यवहारेण तत्र विशेषविशेषणं मौनम् अवलम्बमानस्य भगवतः शेषस्य व्यवहारेण तत्र व्यवहारः ईदृशेण व्यवहारेण षष्टिः अपि तृतीया अस्ति भगिनि तत्र विशेषणविशेषभावः नास्ति केवलं कस्य व्यवहारेण न तत्र न महोदय तत्र एतावत् पर्यन्तं अवलम्बमानस्य भगवतः शेषस्य तावत्पर्यन्तं विशेषणं तावत्पर्यन्तं तस्य व्यवहारेण इत्युक्ते व्यवहारेण विस्मितौ तौ इत्युक्ते तत्र विश्वामित्रः वसिष्ठः च विस्मिताः विस्मितौ अभवन् अभवतः तौ आग्रहं कृतवन्तौ अभवन्तौ आग्रहं कृतवन्तौ इत्युक्ते तत्र आग्रहम् इत्युक्ते किञ्चित् किं प्रार्थना एव किन्तु आग्रहेण प्रार्थना कृतवन्तः नाम तत्र समाधानं दातव्यं समाधानं दातव्यम् एव इति तत्र तत्र पर्यायवाचकपदं मनसि न आगच्छति इदानीं किन्तु आग्रहम् इति इत्यस्य कृते प्रेरणा कृतवन्तौ इति न किन्तु ते उक्तवन्तौ भगवन् सम्बोधनं तत्र आवयोः मध्ये प्रवर्तमानायाः समस्यायाः यत् समस्या वयं निवेदितवन्तौ यां समस्यां भगवती वयं निवेदितवन्तौ तस्य समस्यायाः तस्याः समस्यायाः निर्णयं कुर्वाणेन भवता इत्युक्ते तत्र इदानीं सः निर्णयस्य चिन्तने मग्नः अस्ति किं वक्तव्यम् इति इदानीं पर्यन्तं निर्णयं न सूचितवान् अतः तत्र निर्णयं कुर्वाणेन भवता इति भवति कुर्वाणेन तृतीया न उक्तम् शासनरूपेण शासनरूपेण तत् एतत् एव करणीयम् इति तादृशं किमपि समाधानं न उक्तं भवता कुर्वाणेन भवता इत्युक्ते इदानीमपि निर्णयं कुर्वन् अस्ति कुर्वन्नेव अस्ति अतः तं दृष्ट्वा कुर्वाणेन भवता न किमपि समाधानं विहितम् इति इत्युक्ते विहितं विहितः इति भवति विहितम् इति समाधानम् इति तत्र तस्य विशेषणं समाधानं न दत्तम् अथवा तत्र विहितं नाम तत्र सूचितम् एतदेव समीचीनम् इति अथवा निर्दिष्टम् इति अपि तत्र योजयितुं शक्यते निर्दिष्टं समीचीनं समाधानं किमपि समाधानं न निर्दिष्टं इति समीचीनं भगिनि अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा आम् शेषनागः सस्मितम् अवदत् वत्सौ निर्णयः तु स्वतः एव अभवत् मया पुनः किं करणीयम् इति शेषस्य एतत् रहस्यमयम् उत्तरं शृण्वद्भ्यां ताभ्याम् आश्चर्यं प्रकटीकृतम् वदामि वा शेषनागः स्मितहास्यं कृत्वा अभणत् वत्सौ सम्बोधनं द्विवचनं निर्णयः तु स्वतः एव अभवत् निर्णयस्य कोऽपि आवश्यकता नास्ति तेनैव तत्र निर्णयः वयमेव तत्र मम निर्णयस्य कोऽपि आवश्यकता नास्ति नास्ति मया पुनः किं करणीयं किमपि किं करणीयम् इत्युक्ते नाम किमपि करणीयमिति भाति अतः तत्र किं करणीयम् अग्रे इति सः पृच्छति अस्तु अग्रे करणीयम् अनियर् हा शेषस्य एतत् रहस्यमयम् उत्तरं शृण्वद्भ्यां ताभ्याम् आश्चर्यं प्रकटीकृतं शृण्वद्भ्यां ताभ्यां विशेषणविशेषसम्बन्धमस्ति शृण्वन् शृण्वद्भ्यां समीचीनं खलु समीचीनम् अपि तत्र आश्चर्यं प्रकटीकृतं तत्र तत्र कर्मणि प्रयोगः वा तत्र कर्तृप्रयोगः वा रूपं दृष्ट्वा शेषस्य एतत् रहस्यमयम् उत्तरं शृण्वद्भ्यां ताभ्याम् आश्चर्यं प्रकटीकृतम् प्रकटीकृतं तप्रत्ययः अस्ति अतः भूतकालार्थकं भूतकालं सूचयति नाम तत्र तेन पठितः ग्रन्थः अथवा तेन पठितं कर्मणि अस्ति नाम अत्र ताभ्यां प्रकटीकृतम् तर्हि तत्र कर्मपदमस्ति आश्चर्यं ताभ्याम् अस्ति कर्मपदं तर्हि इदानीं तत्र कर्तृरूपं वदतु नाम तौ शेषस्य एतत् उत्तरं रहस्यमयम् अस्ति तत् शृण्वन्तौ तत्र शृण्वन्तौ तौ आश्चर्यं प्रकटीकरोति कृतवन्तौ प्रकटीकरोति प्रकटीकृतम् नमस्ते प्रकटीकरोति इति तत्र भूतकालार्थे भवेत् खलु अतः तत्र प्रकटीकृतवन्तौ प्रकटीकृतवन्तौ अस्ति खलु तद् दृष्ट्वा हसता शेषेण स्पष्टं प्रतिपादितं तर्हि शृणुतम् अनयोः मध्ये सत्सङ्गः एव श्रेयान् तत् दृष्ट्वा त्वान्तरूपमस्ति दृशपश्य हसता शेषेण हसन् इति शत्रु शेषः तृतीया विभक्ति स्पष्टं प्रतिपादितम् पुनः तत्र कर्तृरूपं वदतु तर्हि तद् दृष्ट्वा हसता शेषेण स्पष्टं प्रतिपादितं तर्हि केवलं तत्र तद् भागं स्वीकृत्य नाम तद् दृष्ट्वा हसता शेषेण स्पष्टं प्रतिपादितं शेषेण हसता शेषेण कर्मणि रूपम् अस्ति कर्मणि हसता शेषेण प्रतिपादितम् तद् दृष्ट्वा प्रतिपादितम् इदानीं तत्र कर्तृरूपं वदतु तर्हि तत्र हसताशेषेण इति प्रथमविभक्तिरूपं किम् अस्ति? हसन्शेषः हसन्शेषः स्पष्टम् प्रतिपादितवान् तव तु रूपम् तर्हि शृणुतम् तर्हि अव्ययम् अस्ति शृणुतम् शृणुतः शृणुतम् अनयोः मध्ये सत्सङ्गः एव श्रेयान् अनयोः इदम् अनयोः अस्ति सम्यक् खलु सत्यं भगिनि अनयोः मध्ये सत्सङ्गः इति यदस्ति प्रथमविभक्तिरूपं तस्य अनयोः द्विवचनम् अस्ति षष्ठी अस्ति षष्ठी विभक्ति अस्ति सत्सङ्गः एव श्रेयान् श्रेयान् श्रेष्ठः अस्ति श्रेष्ठः इति अर्थः सत्यं श्रेयान् समीचीनम् अस्तु अस्तु तर्हि धन्यवादः भगिनि समीचीनम् अस्तु अग्रे तत्र फलविभक्ति पठति वा धन्यवादः भगिनि आम् यतोहि सत्सङ्गबलेनैव वसिष्ठः किञ्चित्कालं यावत् पृथिवीं धारयितुं समर्थः अभवत् अत्र शेषः वदति सत्सङ्गकारणेन एव वसिष्ठः पृथिवीं धारयितुं समर्थः अभवत् अनायासेन सः पृथ्वीं धारयितुं समर्थः अभवत् अतः धृतवान् धृतवान् अतः तत्र अनायासेन अतः तत्र केन बलेन एतत् सत्सङ्गबलेन सत्सङ्गस्य बलेन समीचीनं वस्तुतः उत्तमैः सज्जनैः सह निवसन् तथा उत्तमोत्तमपुस्तकानाम् अध्ययनेन मानवः जीवनस्य प्रत्येकस्मिन् क्षेत्रे सफलतां प्राप्तुं शक्नुयात् शेषः वदति यदि वयम् उत्तमजनान् जनैः सह निवसनं कुर्मः वसामः आम् उत्तम उत्तम पुस्तकानाम् अध्ययनं कुर्मः तर्हि मानवस्य जीवनं प्रत्येकस्मिन् क्षेत्रे सफलतां प्राप्तुं शक्नोति निवसन् आम् निवसन् इति शत्रुप्रत्ययः अस्ति मानवः निवसन् समीचीनं भगिनि अपि तत्र शक्नुयात् इति अस्ति तत्र कर्तृपदं शक्नुयात् शक्नुयात् इति अस्ति तत्र कर्तृपदं किम् अस्ति मानवः एव समीचीनं मानवः शक्नुयात् अस्ति चेत् किं कर्तुम् इति अस्ति खलु यतोहि कर्मपदं नास्ति शक्नोति इति अकर्मकरूपं खलु केवलं तत्र सर्वदा तुमुन् एव भवति शक्नो इति अतः प्राप्तुं शक्नुयात् मानवः प्राप्तुं शक्नुयात् इदानीं प्राप्तुं तु सकर्मक अस्ति अतः किं प्राप्तुम् इति प्रश्नः भवति सफलतां प्राप्तुं शक्नुयात् सफलता इति अस्ति कस्मिन् विषये अथवा कस्मिन् क्षेत्रे प्रत्येकस्मिन् क्षेत्रे अपि जीवनस्य प्रत्येकस्मिन् क्षेत्रे इति भवति केन कारणेन एतत् कर्तुं शक्नुयात् अध्ययनेन इति यथा भवत्या उक्तं अध्ययनेन एतत् सर्वं कर्तुं शक्नुयात् इति समीचीनं नाम तत्र उत्तमोत्तमपुस्तकानाम् अध्ययनेन अपि अपि तु तत्र सज्जनैः सह उत्तमैः जनैः सह निवसन् अतः तत्र द्वयोः आवश्यकता अस्ति, तत्र सज्जनानाम् आवश्यकता अस्ति अपि तत्र उत्तम सत्सङ्गस्य अपि अध्ययनस्य अपि इति अस्ति. समीचीनं भगिनि, हा अस्तु अग्रे. एवं वदता शेषेण वसिष्ठस्य शिरसि वर्तमाना धरित्री पुनः गृहीता. एतत् उक्त्वा शेषः वसिष्ठस्य शिरसि या धरति पृथिवी आसीत् तां सः पुनः स्व स्वीकृतवान् वा गृहीतः, स्वतः गृहीतः. तत्र गृहीता अस्ति, गृहीता का अस्ति? पृथिवी, पृथिवी स्त्रीलिङ्गे अस्ति तर्हि धरित्री पदं, पृथ्वी अर्थे धरित्री गृहीता, गृहीता गृहीता प्रत्यय अत्र कर्मणि प्रयोग अस्ति. समीचीनं. शेषेण, शेषेण धरित्री गृहीता अथवा शेषः धरित्रीं गृहीतवान् पुनः गृहीतवान्. एतत् उक्त्वा सः पुनः वसिष्ठस्य शिरसि या पृथिवी आसीत् तं तां पुनः स्वगृहीतवान्. तत्र एवं वदता शेषेण, तत्र नास्ति, यदा सः वदन् अस्ति तस्मिन् समये सः एतदपि गृहीतवान् तत्परं, यतोहि तत्र सत्रन्तरूपम् अस्ति. अग्रे वदता अपि तत्र शेषः वदति, वदन् अस्ति तस्मिन् समये सः तस्मिन् समये एव गृहीतवान्. अतः अस्तु अग्रे. चिरात् प्रवर्तमानायाः उपर्युक्तायाः समस्यायाः सहजं समाधानं लब्ध्वा वसिष्ठ विश्वामित्रौ स्वं स्वं स्थानं प्रति निवृत्तौ. चिरात् इत्युक्ते लघुसमयात् एव, न न चिरात् प्रवर्तमानायाः, तर्हि तत्र अस्तु भगिनि, तत्र समस्यायाः इति अस्ति खलु? दीर्घकालेन यत् समस्या, दीर्घकालेन प्रवर्तमाना आसीत्, प्रवर्तमाना आसीत् तत् समस्यायाः समाधानं यदि समाधानं लब्ध्वा त्वौ द्वौ स्वस्वस्थानं प्रतिनिवृत्तौ. प्रतिनिवृत्तौ इति अस्ति, नाम तत्र समस्यायाः इति पदस्य विशेषणं किं किम् अस्ति तत्र? प्रवर्तमानायाः उपर्युक्तायाः इति, अतः विशेषणद्वयं समीचीनं. अपि तत्र प्रवर्तमानायाः कियत् पर्यन्त, कियत् समयं प्रवर्तमानाः? चिरात् प्रवर्तमानायाः, अतः तत्र बहुकालात्. सत्यं भगिनि, प्रवर्तमाना समस्या, समस्या बहुकालात् प्रवर्तते, चिरात् प्रवर्तते इति अस्ति. समीचीनं. महोदय एकः प्रश्नः अस्ति, श्रेयान् अनयो मध्ये सत्सङ्ग एव श्रेयान्, श्रेयान् कीदृशं पदमस्ति श्रेयान् महोदय? तत्र श्रेयस् पुंलिङ्ग अस्ति महोदय, परन्तु श्रेयान् किम् अस्ति? तदपि प्रथमविभक्ति एकवचनरूपमेव अस्ति महोदय, तत्र श्रेयस् इति तत्र विद्वान्, विद्वान् इति. समीचीनं भगिनि, विद्वान् इव वयं पठितवन्तः खलु महोदय, विद्वान् विद्वांसौ विद्वांसः. श्रेयस् श्रेयान् नाम सकारान्तपदं, किन्तु वयं जानीमः हलन्तपदानां तत्र अन्तिमवर्णः कः इति कथं जानीमः? बहुवचन प्रथम बहुवचनरूपम् एव दृष्ट्वा एव ज्ञातुं शक्नुमः खलु, न तु एकवचनरूपम्. अतः एव तत्र क्लेशः, श्रेयान् इति अस्ति किन्तु श्रेयस् इति प्रातिपदिकम्. अस्तु अस्तु उत्तमं का उक्तवती तत्र विद्वान् इति विद्वांसः अभवत् फलविभगिनी समीचीनं तदेव अस्ति नाम तत्र विद्वान् इति अस्ति खलु प्रथमविभक्ति एकवचने विद्वान् विद्वांसौ विद्वांसः इति अस्ति खलु अस्तु तदेव हा समीचीनं महोदय उत्तमप्रश्नः अस्तु अन्य कोऽपि प्रश्नः अत्र तर्हि समीचीनं हा अस्तु तर्हि इदानीं तत्र निपुणता प्राप्ता अस्ति अस्माभिः सानच्छत्रन्तत्रयोगाणां निपुणता इदानीं तर्हि तत्र गीतासोपाने एव तत्र किञ्चित् पठामः तर्हि तत्र अन्तिमभागः तत्र पुटद्वयं पुटत्रयं किमपि एव अस्ति तदनन्तरं तत्र अग्रे कर्तुं शक्नुमः तत्र उषा भगिनी स्मरति वा तत्र कुत्र स्मरति शिशुः निरीक्षमाणाः 171 अस्ति महोदय 171 अधो लिखितानि वाक्यानि शानजन्तप्रयोगेण परिवर्तयत् ओ तद् न कृतवन्तः वा वयं न महोदय ओ अस्तु अस्तु भगिनि अहं चिन्तितवान् वयम् अग्रे गतवन्तः इति अस्तु धन्यवादः भगिनि महोदय क्षम्यतां महोदय अहम् अत्र चिह्नं कृतवती अस्मि 171 अभवत् इति उपरि 171 उपरि अन्तिमं यत् अस्ति न पठत् अवगच्छत् शानच् प्रत्ययान्तपदानि चित्वा लिखत च ततः आरम्भं करणीयं तत् कृतवन्तः तत्र कियत्पर्यन्तं कृतवन्तः वयं खेदयमानं वैनतेयं दृष्ट्वा सर्पः भीतः वयं कृतवन्तः एतत् अस्तु अस्तु तर्हि अष्टम डयते पर्यन्तं वयं कृतवन्तः इति मन्ये ओ डयन् तावत्पर्यन्तं मम चिह्नं मम तत्र अहं चिह्नं कृतवती अस्मि अस्तु अस्तु अस्तु अस्तु तर्हि तत्र ढयते इति अस्तु तर्हि हा उपास्ते ओ सत्यं सत्यम् उपासमानैः प्रश्नः आसीत् खलु महोदय पुनः वयं कुर्मः चेत् मया किमपि कष्टं नास्ति तत्तु लाभाय एव परन्तु अहम् उक्तवती अस्तु अस्तु भगिनि अस्तु तर्हि अस्तु एकवारं कुर्मः तर्हि तदनन्तरं हा तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोतु तर्हि कुत्र महोदय आरम्भं करोमि शिशुः निरीक्षते इति ततः कुर्मः एकवारम् अधो लिखितानि वाक्यानि शानजन्तप्रयोगेण परिवर्तयत शिशुः निरीक्षते शिशुः निरीक्षमाणाः अस्ति माणः अस्ति धनुः स्रंसते आकार अस्ति धनुः स्रंसमाणम् अस्ति पण्डित नपुंसकलिङ्गपदम् इति पण्डितौ विवदेते पण्डितौ द्विवचने अस्ति पण्डितौ विवदमानौ स्तः इति विवदमानौ स्तः नाम विवदेते इति द्विवचने अस्ति किन्तु एकवचने प्रथमपुरुषे एकवचने विबद्धते ऋस्वाकारः अस्ति ते पूर्वं समीचीनं भगिनि अस्तु महोदय भवान् स्मरति खलु अत्र सप्तमवाक्यम् अस्ति आञ्जनेयः आस्ते तदा शोभा भगिनी आस् धातोः आसीनः कथं भवति इति प्रेषितवती सत्यं सत्यं भगिनि सत्यं भगिनि धन्यवादः उत्तमम् अस्तु इदानीं भक्तः कष्टं सहते भक्तः कष्टं सहमानः अस्ति हा भक्तः कष्टं सहमानः अस्ति अस्तु कातरः खिद्यते खातरः खिद्यमानः अस्ति अस्तु अग्रे बुधः यजते बुधः यजते बुधः यजमानः अस्ति अस्तु अन्तिम अग्रे अपि करोतु तदनन्तरम् अन्य जिज्ञासुः भजते जिज्ञासुः भजमानः अस्ति हा इति अस्ति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे हर्षिता भगिनी अग्रे आञ्जनेयः आस्ते आञ्जनेयः आसीनः अस्ति आसीनः अस्ति समीचीनं पाण्डवाः मोदन्ते पाण्डवाः मोदमानाः सन्ति हा मोदमानाः सन्ति समीचीनं रोमहर्षः जायन्ते रोमहर्षः जायमानः अस्ति हा रोमहर्षः जायते रोमहर्षः जायमानः अस्ति समीचीनं जीवात्मा उपसेवते जीव अत्र जीवात्मा आत्मन् लिङ्गे जीवात्मा उपसेवमानः अस्ति भवान् सेवते भवान् सेवमानः अस्ति आदित्यः प्रकाशते आदित्यः प्रकाशमानः अस्ति हा समीचीनं भगिनि धन्यवादः अग्रे तत्र वेदा भगिनी अग्रे महोदय भीष्मः कुरुक्षेत्रे विराजते भीष्मः कुरुक्षेत्रे विराजमानः अस्ति सेना नित्यबहुवचनमेव न महोदय स्त्रीलिङ्ग क्रियापदं वर्तते अस्ति तदेव एकवचने सेना वर्तमानः अस्ति वर्तमानः अस्ति सेना वर्तमानः सेना इति स्त्रीलिङ्गपदं वर्तमाना अस्ति सेना वर्तमाना अस्ति युद्धम् अनुवर्तते युद्धम् अनुवर्तमानम् अस्ति पदातयः स्पर्धन्ते पदातयः स्पर्धमानः पदातयः स्पर्धन्ते पदातयः स्पर्ध किम् अस्ति स्पर्धमानः स्पर्धमानौ स्पर्धमानाः वा सो पदातयः स्पर्धमानाः सन्ति सन्ति समीचीनं स्पर्धमानाः सन्ति पदातयः समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे नरेश महोदय पठत अवगच्छत शानत् प्रत्ययान्तपदानि चित्वा लिखत च खिद्यते कृष्णः खिद्यमानम् अर्जुनं समाश्वासयति भाषते अर्जुनः तत्र किमस्ति शानज् अथवा प्रत्यन्तरूपपदं शानज् अस्ति खिद्यमानं हा खिद्यमानम् अर्जुनं विभर्जुन तत्र द्वितीयविभक्ति हा प्रथमविभक्ति कर्मपदं खिद्यमानः अर्जुनः हा इति अस्ति समीचीनं महोदय अस्तु अग्रे भाषते अर्जुनः प्रज्ञावादान् भवानः अतिष्ठत् अत्र भाषमानः शानत् प्रत्ययः अस्ति भाषमानः अतिष्ठत् तत्तु प्रथमाविभक्ति अस्ति हा महोदय एतत् कुर्मः तर्हि तत्र कृष्णः किद्यमानम् अर्जुनं समाश्वासयति इति तत्र वाक्यद्वयं कुर्मः नाम अर्जुनः कीदृशः इति एकं वाक्यं तदनन्तरं कृष्णः किं करोति इति तर्हि अर्जुनः कीदृशः आसीत् अर्जुनः खिद्यमानः आसीत् हा अर्जुनः खिद्यमानः अस्ति अथवा आसीत् तदनन्तरं कृष्णः कृष्णः समाश्वासयति अर्जुनं अर्जुनं समाश्वासयति हा मिलित्वा कृष्णः किद्यमानम् अर्जुनं समाश्वासयति इति भवति समीचीनं तादृशं द्वितीयं भाषते अर्जुनः प्रज्ञावादान् भाषमानः अतिष्ठत् तत्र वयं जानीमः शत्रन्त अथवा तत्र शानज् अस्ति चेत् क्रियाद्वयम् एकस्मिन् समये भवति खलु तत्र तर्हि तत्र क्रियाद्वयं किमस्ति अस्मिन् वाक्ये भाषमानः अस्ति अतिष्ठत् अस्ति अपि नाम भाषते अपि तत्र अतिष्ठत् नाम अभाषत अतिष्ठत् अर्जुनः प्रज्ञाबाधान् अभाषत अर्जुनः अतिष्ठत् अर्जुनः प्रज्ञावादान् भाषमाणः आसीत् इदानीं सः अतिष्ठत् हा अस्तु समीचीनं महोदय हा तथैव अस्तु अग्रिममपि करोतु अन्य तदनन्तरम् अन्य कोऽपि करोति म्रियते युद्धे म्रियमाणाः योद्धारः परमपदं प्राप्नुवन्ति अत्र तु बहुवचने अस्ति युद्धे म्रियमाणाः तत्तु शानच् प्रत्ययः अस्ति योद्धारः तस्य विशेषणम् अस्ति म्रियमाणाः योद्धारः अत्र क्रियापदं प्राप्नुवन्ति अस्ति म्रियमाणाः योद्धारः परं पदं प्राप्नुवन्ति हा नाम योद्धारः युद्धे म्रियन्ते योद्धारः परमपदं प्राप्नुवन्ति समीचीनं महोदय अस्तु हा अग्रे तत्र शोभा भगिनी अग्रे किं करोति वा आम् महोदय सज्जते प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति इत्युक्ते तत्र प्रकृतेः गुणसम्मूढाः तत्र एकमेव अस्ति खलु महोदय प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति ओ अस्तु गुणकर्मसु सज्जन्ते गुणकर्मसु प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते अपि च सज्जन्ते सन्ति सज्जन्ते इति अस्ति तत्र भवन्ति सज्जमानाः भवन्ति समीचीनं ते भवन्ति इति एव अस्ति तत्र प्रकृतेः इति विभक्तिका तत्र प्रकृतेः इति तत्र षष्टि भवति प्रकृतिः इति स्त्रीलिङ्ग पदं अतः तत्र मतिवत् भवति प्रकृतेः इति प्रकृतेः इति समीचीनं भगिनि प्रकृतेः गुणसम्मूढ तत्र महोदय प्रायशः पञ्चमी इति मन्ये प्रकृतेः गुणसम्मूढाः इति न न न तस्य नाम तस्याः गुणसम्मूढाः नाम तत्र गुणेषु अथवा गुणेन तत्र मूढाः भवन्ति ये जनाः भवन्ति तत्र किं भगिनि तस्मात् इति तस्मात् तादृशमेव तत्र पुनः तत्र बहुव्रीहिः इति मन्ये नाम गुणसम्मूढाः इति इत्युक्ते तत्र प्रकृतेः इत्युक्ते प्रकृतिकारणात् इति यतोहि तत्र तस्य गुण इति तस्याः गुणेन अथवा गुणैः सम्मूढाः इति अस्तु अस्तु महोदय समीचीनं भगिनि अस्तु समये अपि जातः किन्तु अग्रिमे सप्ताहे अपि कुर्मः अपि एतत् प्रायशः तत्र वर्गद्वये कर्तुं शक्नुमः एकः प्रश्नः अस्ति तत्र अग्रिमे सप्ताहे तत्र कः समयः भवेत् नाम तत्र भारतदेश इदानीं तत्र अमेरिकादेशे तत्र अष्टवादन सार्ध अष्टवादनम् अस्ति इ एस् टि मध्ये, भारतदेशे षड्वादने अस्ति, सप्तवादने अस्ति, क्षम्यतां सप्तवादने अस्ति. तत्र अत्र अमेरिकादेशे तत्र समयस्य परिवर्तनं भवति. तत्र भारतदेशे कः समयः भवेत्? सप्तवादन एव भवति भवेत् वा अथवा षड्वादनम् अपि? षड्वादनं भवति भारतदेशे. हा तत् समीचीनं वा हर्षदा भगिनी? आं महोदय, मम कृते तु षड्वादने एव समीचीनं. सप्तवादन कृते मया बहु काठिन्यं भविष्यति. अहं तु षड्वादने एव इच्छामि. इच्छति भवती? अस्तु, निवेदिता भगिनि. पल्लवी भगिनि, तत्र षड्वादनः आमां सम्यक् चलति वा? चलति, अस्तु. हा पल्लवी भगिनि, आम् चलति, अस्तु, षड्वादन इति. अस्तु, तर्हि अमेरिकादेशे परिवर्तनं मास्तु, तर्हि भारतदेशे षड्वादने कुर्मः. शोभा भगिनी, समीचीनं खलु? समीचीनं महोदय. अस्तु, उषा भगिनी? आं महोदय, समीचीनम्. अस्तु, नरेश् महोदय, बहु समीचीनम्. अस्तु अस्तु अस्तु तर्हि अस्तु अस्तु तर्हि तर्हि तत्र अग्रिमे सप्ताहे तत्र वर्गः तत्र भारतदेशे षड्वादने भवति, अत्र सार्ध अष्टवादने भवति. अस्तु तर्हि अग्रिमे सप्ताहे समयपरिवर्तनं भविष्यति खलु महोदय अमेरिकादेशे? आम् भगिनि, एतत् रविवासरे. तत्र शिरोवेदना नास्ति, किन्तु किं कुर्मः, मम पुत्रः अपि तत्र निवसति, द्वौ पुत्रौ, परन्तु अहं न जानामि. प्रतिदिनं तेषामेव ताभ्यामेव अहं तयोः एव अहं पृच्छामि प्रतिदिनं काल् उपरि समयः इति. प्रतिवर्षे द्विवारं भवति? आमाम् आम्, तत्तु थेरि तु अहं जानामि, परन्तु प्राक्टिकल् न जानामि. सत्यं सत्यं भगिनि, हा कदा कदा भवति इति वयमपि. हा अस्तु, नरेश् महोदय, तत्र शान्तिमन्त्रं वदतु महोदय, तदनन्तरं तत्र ध्वनिमुद्रणं स्थगयामः महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ, धन्यवादः.